गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अनुमानपरिच्छेदे स्मः। तत्र स्वार्थानुमानम् अत्र सोपानानि कानि, तदनन्तरं परार्थानुमानं पञ्च अवयववाक्यानि कानि, तेन कः शब्दबोधः जायते, शब्दबोधेन परार्थ अनुमानसामग्री किं जायते इति एतत् सर्वम् अस्माभिः चिन्तितम्। गते वर्गे पक्षादिलक्षणम् इत्युक्ते पक्षः इत्युक्ते कः इति चेत् सन्दिग्धसाध्यवान् एव पक्षः इति अस्माभिः अधीतम्। तदनन्तरं निश्चितसाध्यवान् सपक्षः, तदेव अन्वय उदाहरणत्वेन भवितुम् अर्हति। निश्चितसाध्य अभाववान् विपक्षः, विपक्षः एव व्यतिरेकस्थले न व्यतिरेकव्याप्तौ उदाहरणत्वेन भवितुमर्हति इति एतत् सर्वम् अस्माभिः अधीतम्। तर्हि इदानीं हेत्वाभासाः इति पाठः आरप्स्यते। अस्तु, तत्र यदा मया पठितम् आसीत् पुस्तकक्रमेण यद् यद् मया पठितमासीत् तत्र महान् क्लेशः मया अनुभूतः इत्यतः अत्र स्वरूपमहोदयेन एकं करपत्रम् अपि निर्मितम् आसीत्, किन्तु तत्रापि बहु किमपि तेन चिन्तितम् आसीत्। तर्हि यदि किञ्चित् स्थूलरूपेण हेत्वाभासः इत्युक्ते किम् इति अवगच्छामश्चेत् तदनन्तरं करपत्रं वा विद्याधर्यां यद् लिखितं तत् पठामश्चेत् समीचीनबोधः जायते, नो चेत् कुत्र गच्छेम इति एव न अवगच्छामः। इत्युक्ते यदि इतः काशीनगरं गन्तुं यदि अहम् इच्छामि तर्हि प्रथमं काशीनगरम् उत्तरदेशे अस्ति, मम गृहस्य अपेक्षया उत्तरदेशे अस्ति इति प्रथमं ज्ञातव्यम्। तदनन्तरम् इतः प्रायः आन्ध्रप्रदेशं गत्वा इति तादृशं कोऽपि वदति चेत् आम्, मम अन्ततो गत्वा एतदेव मम लक्ष्यमस्ति, तं प्रति एव अहं गच्छन्नस्मि इति तादृशव्यवस्था मनसि भवति। तद् अनुक्त्वा यदि साक्षात् भवान् एतद् मार्गं स्वीकरोतु गच्छतु इति वदति चेत् कुत्र गच्छेम, कुत्र पर्यवसति इति एव न ज्ञायते इति कृत्वा मया एतादृशं अत्र चिन्तितमस्ति। हेत्वाभासः इत्युक्ते किम्, कुत्र भवति हेत्वाभासत्वम् इति, तेषां तस्य वैविध्यं किम् इति एतत् सर्वं किञ्चित् पूर्वमेव चिन्तयित्वा तदनन्तरं यदि पुस्तकात् नो चेत् करपत्रात् पठेम तदा समीचीनबोधः जायते कुत्र स्मः इति अस्माभिः अवगन्तुं शक्यते। अस्तु, तर्हि हेत्वाभासः इति कश्चन सिद्धान्तः अस्ति नैयायिकानां मते। वस्तुतः हेत्वाभासः इति यथा आङ्ग्लभाषायां वदेम मिस्नामर् इति, हेत्वाभासः इति किमर्थं तस्य नाम स्थापितम् इति एतावत्पर्यन्तम् अहं न जानामि, किन्तु तादृश सिद्धान्तमस्ति तैः तेषाम्। अस्तु, तर्हि हेत्वाभासः इत्युक्ते अत्र पदद्वयमस्ति, हेतुः अपि च आभासः। तर्हि अत्र कीदृशसमासः वक्तव्यः तत् चिन्तनीयं प्रथमम्। तत्र आभासः नाम किम् इत्युक्ते दोषः इति अर्थः, आभासः नाम दोषः इति अर्थः। अस्तु, तर्हि हेत्वाभासः इत्युक्ते हेतौ आभासः हेत्वाभासः इति सप्तमी तत्पुरुषः वा, हेतोः आभासः हेत्वाभासः इति षष्ठी तत्पुरुषः वा इति चेत् उभयमपि नास्ति, उभयमपि नास्ति। तर्हि हेत्वाभासः इत्युक्ते किम् इति चेत् वस्तुतः अत्र बहुव्रीहिसमासः वक्तव्यः अस्ति, तदेव अत्र प्रथमवाक्ये A1 इत्यत्र मया लिखितमस्ति, एतौ आभासः दोषः कल्प्यते येन, सः हेत्वाभासः, हेतौ आभासः दोषः कल्प्यते येन, सः हेत्वाभासः, येन हेतौ आभासः कल्प्यते तस्मिन् हेत्वाभासत्वम् अस्ति इति विग्रहवाक्यमस्ति. भवतु, इतोपि किञ्चित् अवगन्तव्यमस्ति, तदनन्तरं पुनः अस्मिन् विषये चिन्तयामश्चेत् समीचीनबोधः जायते. अस्तु, तदनन्तरम् इदानीम् अस्माभिः किं चिन्तनीयम् इति चेत्, अत्र साक्षात् वैविध्यं प्रति गच्छेम. हेत्वाभासः पञ्चविधाः भवन्ति इति नैयायिकानां मतं. प्रत्येकं हेत्वाभासस्य नाम दत्तमस्ति, बाधः, असिद्धिः, व्यभिचारः, सत्प्रतिपक्षः, विरोधः इति पञ्चहेत्वाभासाः नैयायिकाः वदन्ति. पञ्चहेत्वाभासान् नैयायिकाः वदन्ति. अस्तु, तत्र सरलमस्ति बाधः. अत्र यत् सरलमस्ति तत् प्रथमं लिखित्वा, यत्र क्लिष्टमस्ति तद् अन्ते लिखितमस्ति. यदा पुस्तके प्रतिपादितं भवति तत्र क्रमस्य विपरीतं किञ्चित् परिवर्तनं भवति, किन्तु अस्माकम् अवगमनार्थम् एतादृशं महोदयेन करपत्रे स्थापितं, तदेव अनुसृत्य मयापि अत्र स्थापितम्. अस्तु, बाधः इति एकविध हेत्वाभासः अस्ति. अस्तु, अत्र बाधः इत्यस्य नाम किम् इति चेत् साध्यं पक्षे नास्ति. अस्तु, अत्र उदाहरणं स्वीकुर्मः. वह्निः अनुष्णः द्रव्यत्वात् इति अनुमानम्. वह्निः अनुष्णः द्रव्यत्वात् इति अनुमानम्. तर्हि अत्र वह्निः, अस्तु अत्र किञ्चित् सम्भाषणरूपेण कुर्मः. मेहुल् महोदय, भवान् मया सह सम्भाषणं करोति वा? आं महोदय. अस्तु, वह्निः अनुष्णः द्रव्यत्वात् इत्यत्र पक्षः कः? वह्निः इति पक्षः. उत्तमं. हे, साध्यं किम्? साध्यम् इति अनुष्णत्वम् इति. उत्तमम्, अनुष्णत्वम् इति साध्यम्. हेतुः कः? द्रव्यत्वम्. द्रव्यत्वम् इति हेतुः. अस्तु, अस्मिन् अनुमाने यदा भवान् पठति केवलं संस्कृतज्ञानम् आधारीकृत्य तः क्लेशः अस्ति. केवलं संस्कृतज्ञान आधारीकृत्य इत्युक्ते तर्कमेव न जानाति चेदपि अस्मिन् वाक्ये क्लेशः अस्ति इति ज्ञातुं शक्नुमः. वह्निः अनुष्णः, तर्हि तावत् चिन्तयतु. द्रव्यत्वात् इति इदानीं मा चिन्तयतु. वह्निः अनुष्णः. अनुष्णः इत्यस्य नाम के इत्यस्य अर्थः कः? उष्णः यद् नास्ति सः. उष्णत्व अभावः खलु? सत्यं. वह्नौ उष्णत्व अभावः भवति वा न वा? न भवति. यदा कदापि न भवति खलु? यदा कदापि न भवति. अस्तु, इदानीं न्यायरीत्या चिन्तयामश्चेत् तेजः, वह्निः इत्युक्ते तेजः एव खलु? तर्हि तेजस्य लक्षणं किम्? उष्णस्पर्शवान् इति. उत्तमम्, उष्णस्पर्शवान् खलु? तदेव. तर्हि एव तेजः इति कृत्वा वह्निः अनुष्णः इति यदा कदापि न भवति इति कृत्वा अत्र आकारः इति पश्यतु. साध्यं पक्षे नास्ति. अस्तु, अहं किं करोमि, अत्र परिवर्तनं करोमि, उदाहरणम् अत्र स्थापयामि. यस्मिन् क्रमेण वयं चिन्तयामः, अस्तु, वह्निः अनुष्णः द्रव्यत्वात् तत्र हेतुः कः इति तावत्पर्यन्तं न गन्तव्यं. वह्निः अनुष्णः इति वदामश्चेत् तत्रैव शाब्दबोधः स्थगितः भवति. हे भोः, भवान् किं वदति इति. वह्निः अनुष्णः उष्णस्पर्शवत्वम् एव वह्नेः तेजसः लक्षणम् अस्ति इति कृत्वा यदा कदापि वह्निः अनुष्णः इति न भवति खलु. तर्हि अत्र कः क्लेशः इति चेत् साध्यं पक्षे नास्ति. तर्हि साध्यं पक्षे नास्ति इति कृत्वा बाधः इति कश्चन हेत्वभासः अस्ति. तस्य लक्षणं किम् इति चेत् साध्य अभाववत्वं पक्षे. समीचीनं. साध्यः इति अनुष्णः, अनुष्ण अभाववत्वं वह्नौ खलु. आं सत्यं, पक्षः इति साध्यभाववान् भवति, अतः पक्षे धर्मः अस्ति साध्याभाववत्वं. सत्यम्. अस्तु, उत्तमं. तर्हि इदानीं प्रतिबन्धकज्ञानम् इति कश्चन सिद्धान्तः अस्ति. तत्रैव पाठः आरप्स्यते अस्माकं पुस्तके. प्रतिबन्धकज्ञानम् इत्युक्ते वह्निः अनुष्णः द्रव्यत्वात् इत्यत्र वह्निः अनुष्णः इति श्रुत्वा भोः तत्रैव स्थगयतु. किं वदति भवान्? वह्निः अनुष्णः न भवति इति प्रत्युक्तं खलु. तत् किं ज्ञानम् आधारीकृत्य प्रत्युक्तम्? अनुभवः, संस्कारः, अनुभवः. एकनिमिषम्, अत्र इतोपि किञ्चित् परिवर्तयिष्यामि. प्रथमं प्रतिबन्धकज्ञानं चिन्तयामः, तदनन्तरं प्रतिबद्धज्ञानम्. अस्तु, वह्निः अनुष्णः इति श्रुत्वा तस्मिन्नेव क्षणे तत्रैव स्थगयतु भो, अग्रे मा गच्छतु इति किमर्थं वयं वदेम? वह्नि तु उष्णवान् एव, अतः. हा, वह्निः उष्णवान् इति ज्ञानम् अस्माकम् अस्ति खलु. सत्यं. तदेव लक्षणम्, अपि च अनुभवसिद्धमपि. वह्निः उष्णस्पर्शवान्, उष्णस्पर्शवान् तेजः इति लक्षणं कृतं. तर्हि तेन वह्निः उष्णवान् इति ज्ञानम् अस्माकम् अस्ति, अपि च अनुभवसिद्धमपि अस्ति. तत् प्रत्यक्षेन ज्ञायते वह्निः उष्णवान् इति कृत्वा वह्निः उष्णवान् इति ज्ञानं वह्निः अनुष्णवान् अनुष्णः इति अनिमित्तिं प्रति प्रतिबन्धकं भवति खलु. सत्यं, प्रतिबन्धकं भवति. तर्हि वह्निः उष्णवान् इति ज्ञानं प्रतिबन्धकज्ञानम्. अस्तु, समीचीनम्. तर्हि प्रतिबन्धकज्ञानम् अस्ति चेत् प्रतिबद्धज्ञानं किम् इत्युक्ते यस्मिन् प्रति प्रतिबन्धकज्ञानं प्रतिबन्धकं भवति तज्ज्ञानं प्रतिबद्धज्ञानं भवति. सत्यम्. अस्तु, तर्हि प्रतिबद्धज्ञानं किम् अत्र? अत्र वह्निः अनुष्णः तावदेव अस्ति चेत् तदेव प्रतिबद्धज्ञानं भवति. सत्यं, वह्निः अनुष्णः इति प्रतिबद्धज्ञानं भवति. केन प्रतिबद्धम् इति चेत् वह्निः उष्णवान् इति प्रतिबन्धकज्ञानेन वह्निः अनुष्णः इति ज्ञानं प्रतिबद्ध्यं जातं खलु. आम् आम्. उत्तमं. तर्हि वह्निः अनुष्णः द्रव्यत्वात् इति अनुमानवाक्येन यदि वाक्यं सत्यमस्ति तर्हि कीदृशज्ञानं जायते? यदि वाक्यं सत्यमस्ति चेत् कीदृशज्ञानं जायते? अन्ततो गत्वा अत्र इत्युक्ते पर्वतः वन्यमान् धूमात् इति सामान्यस्थलमस्ति खलु. पर्वतः वन्यमान् धूमात् यथा महानसम् इति अनुमानवाक्यं श्रुत्वा किं जायते? अनुमितिः जायते. हा, एवम्. अत्र वह्निः अनुष्णः इति अनुमितिः खलु. सत्यं, सत्यं. तर्हि अनुमितिज्ञानस्य प्रतिबन्धकज्ञानमस्ति वह्निः उष्णवान् इति. बुद्धं वा? आम्, बुद्धं, बुद्धम्. उत्तमं. तर्हि अत्र प्रतिबन्धकज्ञानं यदस्ति वह्नि वह्निः उष्णवान् तत् केन प्रमाणेन प्रत्यक्ष अस्माभिः ज्ञातम् इति चेत् प्रत्यक्षज्ञानेन ज्ञातं खलु अस्माभिः अस्माकं प्रत्यक्ष अनुभवमस्ति वह्निः उष्णवान् इति अस्तु तत्र मुद्रा इति कश्चन विषयः अस्ति तदनन्तरं पश्येम किम् इति इदानीं मास्तु तदनन्तरं समानाकारकत्वम् इति एतत् सर्वमस्ति भवतु तर्हि वह्निः अनुष्णः द्रव्यत्वात् इति यदि कोऽपि अनुमातुम् इच्छति इत्युक्ते वह्निः अनुष्णः इति अनुमातुम् इच्छति द्रव्यत्वात् इति हेतुना अनुमातुम् इच्छति तत्र वह्निः उष्णवान् इति अनुभवप्रत्यक्षज्ञानमस्ति इति कृत्वा तेन प्रतिबन्धकज्ञानेन एतादृश अनुमितिः वह्निः अनुष्णः इति अनुमद्भिः प्रतिबद्ध्यं भवति अस्तु तर्हि इदानीं हेत्वाभासः कः इति चेत् पुनः पठेम आदौ किं लिखितमस्ति हेत्वाभासः दोषः हेतौ आभासः दोषः कल्प्यते येन सः हेत्वाभासः प्रतिबन्धकज्ञाने हेत्वाभासत्वम् अस्ति इत्युक्ते वह्निः उष्णवान् इति ज्ञानं वह्निः अनुष्णः इति अनुमितिम् अनुमितिजनने प्रतिबन्धकं भवति खलु प्रतिबन्धकं भवति तर्हि हेत्वाभासं कारयति प्रतिबन्धकज्ञानं हेत्वाभासं कारयति इति कृत्वा एषः प्रथमविध हेत्वाभासः बाधः इति कश्चन हेत्वाभासः तद् तत्र एव किञ्चित् भ्रमः भवति अत्र प्रतिबन्धकज्ञानेन स्पष्टता भवति हेत्वाभासः कथं भवति सत्यम् इति कृत्वा एव मया अत्र विस्मामर् इति उक्तम् तदेव अपि च अत्र हेतौ आभासः वस्तुतः अस्माभिः न कल्पितः हेतुपर्यन्तं न गतमेव न गतं वह्निः अनुष्णः इति तावत् शृणुमश्चेत् भोः पर्याप्तम् इतः परम् अग्रे इतः अग्रे मा वदतु कथं वा वह्निः अनुष्णः स्यात् वह्निः उष्णवान् इति मम प्रत्यक्षज्ञानमस्ति खलु अपि च तदेव लक्षणं वह्नेः लक्षणं तदेव किं वदति भवान् इति सत्यम् अस्तु इति कृत्वा एषः प्रथमविधहेत्वाभासः अत्र द्रव्यत्वात् इति किमर्थम् उक्तम् इति चेत् केवलम् अत्र चिन्तनार्थम् अभ्यासार्थम् इतोपि किञ्चित् चिन्तनं कुर्मः यदि एषः अनुमानं समीचीनमस्ति वह्निः अनुष्णः द्रव्यत्वात् इत्यत्र तर्हि अत्र अन्वयव्याप्तिवाक्यं वदति वा एतदुदाहरणमेव स्वीकृत्य वह्निः अनुष्णः द्रव्यत्वात् इति अस्तु वह्निः अनुष्णः द्रव्यत्वात् अस्तु तर्हि अन्वयव्याप्तिः वक्तव्यम् अस्ति यत्र यत्र यत्र यत्र द्रव्यत्वम् उत्तमं तत्र तत्र अनुष्णत्वम् उत्तमम् उदाहरणं किमपि वदतु यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वं यथा यथा अनुष्णत्वं सपक्षः एकं वदतु सपक्षः जलम् इति वक्तुं शक्नुमः जलम् उत्तमं तत्र एव शीतलस्पर्शवान् वायुः अस्ति जलमपि जलम् इति उदाहरणं जले द्रव्यत्वम् अस्ति वा अस्ति अस्ति अस्ति अनुष्णत्वम् अस्ति वा अस्ति अस्ति खलु अस्ति तर्हि यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वं यथा जलं केवलं जलं नास्ति वह्निं विहाय अष्टद्रव्याणि वक्तुं शक्यते सत्यं तत्र सर्वत्र अष्टेषु अष्टसु द्रव्येषु द्रव्यत्वं वर्तते अनुष्णत्वमपि वर्तते इति कृत्वा यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वं यथा अष्टद्रव्याणि वह्निं विहाय अन्यानि सर्वाणि द्रव्याणि अत्र उदाहरणत्वेन वक्तुं सपक्षत्वेन वक्तुं शक्यते. अस्तु, इदानीं व्यतिरेकव्याप्तिं चिन्तयतु. हा, व्यतिरेकव्याप्तिः भवति यत्र यत्र उष्ण अनुष्णत्वाभावः तत्र तत्र द्रव्यत्वाभावः. यत्र यत्र अनुष्णत्व अभावः तत्र तत्र अनुष्णत्व अभावः इत्युक्ते यत्र यत्र उष्णः यत्र यत्र उष्णत्वं तत्र तत्र द्रव्यत्वाभावः. यथा यत्र यत्र उष्णत्वं तत्र तत्र द्रव्यत्वाभावः, यथा अत्र वह्निः इति एव भवति. यथा इति न वक्तुं शक्नुमः खलु. वह्निः इति अपि भवति वा? वह्नौ उष्णत्वम् अस्ति वा? यत्र यत्र उष्णत्वं तत्र तत्र द्रव्यत्वाभावः. तर्हि उष्णत्वं तु वह्नौ अपि अस्ति. तेजसि तेजः अपि च वह्निः उभयमपि समानमेव. समानमेव. उदाहरणरूपेण किं वक्तुं शक्नुमः? किमपि न वक्तुं शक्यते खलु. न, केवलम् अत्र तेजसि एव उष्णत्वम् अस्ति इत्युक्ते वह्नौ एव अस्ति. किन्तु तेजसि एव उष्णत्वमस्ति, अपि च तेजसि द्रव्यत्वमपि निश्चयेन अस्ति. आम् आम् अस्ति. अतः इति कृत्वा यत्र यत्र उष्णत्वं नो चेत् यत्र यत्र अनुष्णत्वाभावः तत्र तत्र द्रव्यत्वाभावः इति वाक्यमेव न सिद्ध्यति. सत्यं, व्यतिरेकव्याप्तिः एव न वक्तुं शक्यते, उदाहरणमपि न वक्तुं शक्यते. व्यतिरेकव्याप्तिः वक्तुं शक्यते किन्तु उदाहरणं न वक्तुं शक्यते. द्रव्यत्वाभावेन उष्णत्वं कथं भवति? न भवति. अतः इति कृत्वा वस्तुतः अत्र अन्ततो गत्वा किं पश्यामश्चेत् अत्र यद् हेतुः अस्ति, द्रव्यत्वम् इति कश्चन हेतुः यदुक्तमस्ति, तत्र क्लेशः अस्ति खलु. यथा इदानीम् अस्माभिः निरूपितं यत्र यत्र अनुष्णत्वाभावः तत्र तत्र द्रव्यत्वाभावः इति व्यतिरेकव्याप्तिः न वक्तुं शक्यते. यथा तत्र उदाहरणं न वक्तुं शक्यते. उदाहरणं न वक्तुं शक्यते. सत्यम्. यथा अत्र व्यतिरेकस्थले पक्षं विहाय व्यतिरेक अत्र सामान्य उदाहरणं किं? व्यतिरेकव्याप्ति केवलं व्यतिरेकस्थले यत्र यत्र वन्यभावः तत्र तत्र न सामान्य उदाहरणम् अस्माकं स्टाक् एक्साम्पल् केवलव्यतिरेकी केवल पृथिवी इतरेतर भिद्यते इति गन्धवत्वा पृथिवी इतरभेदवति गन्धवत्वात् यन्नैवं तन्नैवं यथा जलं यथा जलम् इति आसीत् केवलव्यतिरेकस्थले. किन्तु तत्र व्यतिरेकव्याप्तिः एव वक्तुम् अत्र तु व्यतिरेकव्याप्तिः न वक्तुं शक्यते. तर्हि केवल अन्वयी इति भाति. आम् सत्यम्. किन्तु केवलान्वयी अपि नास्ति एतत्. यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वं यथा जलम् इति वक्तुं शक्यते. किन्तु अत्र क्लेशः कः भवति चेत् यथा वह्निः इति न वक्तुं शक्यते. तत्र उष्णत्वभावात् भवतु. तर्हि अत्र हेत्वभासः इत्युक्ते प्रतिबद्धज्ञानं जातं खलु. वह्निः अनुष्णः इति अनुमितिः प्रतिबद्ध्यं जायते. केन? वह्निः उष्णवान् इति प्रतिबन्धकज्ञानेन अस्य ज्ञानम् एतादृश अनुमितिः न उत्पद्यते खलु. आम् आम् सत्यम्. तर्हि प्रतिकूलं भवति प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानं प्रति प्रतिकूलं भवति. सत्यम्. तदेव अत्र हेत्वाभासं कारयति इति. हा तदेव सावधानतया अत्र मनसि स्थापयामः चेत् किमर्थमित्युक्ते तत्र क्लेशः भवति. प्रतिबन्धकज्ञानं हेत्वाभासं कारयति इति मुख्यवार्ता अत्र. अतः एव हेतौ आभासः कल्प्यते येन इति मया लिखितं. तर्हि कल्प्यते इत्युक्ते इमेज् इमेजिन् खलु. न कल्प्यते इत्युक्ते कासस् इति अर्थः. हा ब्रिङ्ग्स् अबौट् हा तदेव ब्रिङ्ग्स् अबौट् इति अर्थः. यस् यस् हा नो चेत् तदपि योजयामि यदि एतादृशं तत्र भ्रमः किं लेखनीयम् इदानीं मया उक्तं खलु कल्पते ब्रिङ्ग्स् अबौट् कल्प्यते न तत् तत्तु सत्यं किन्तु भिन्नरीत्या मया उक्तम् इदानीं कारयति हेतौ हेतौ आभासं कारयति इति हेत्वाभासः एवमपि वक्तुं शक्यते. हेतौ आभासं कारयति इति हेत्वाभासः अस्तु. तर्हि अत्र हेतौ आभासं कारयति इति हेत्वाभासः इति वदति चेत् प्रतिबन्धकज्ञानम् एव हेत्वाभासः भवति तस्मिन् हेत्वाभासत्वं. हेत्वाभासत्वं कुत्र अस्ति इति चेत् प्रतिबन्धकज्ञाने एव अस्ति. प्रतिबन्धकज्ञाने एव हेत्वाभासत्वम् अस्ति इति कृत्वा अत्र बहुव्रीहिसमासः मया स्थापितः. हेतौ आभासः कल्प्यते येन सह हेत्वाभासः. परन्तु तस्य कृते तर्कः अथवा किमपि विवरणम् अस्ति वा कथं कारयति इति हेत्वाभासः? इदानीम् अस्माभिः चिन्तितं खलु तदेव उदाहरणं वह्निः उष्णवान् इति प्रतिबन्धकज्ञानं वह्निः अनुष्णः इति अनुमितिं प्रति प्रतिकूलमस्ति खलु. हा तर्हि यदा आभासः इति दोषः इति स्वीकुर्मः चेत् अत्र प्रतिबन्धकज्ञानेन दोषस्य निष्कासनं भवति न तु आरोपणं भवति खलु. हा इत्युक्ते दोषं वह्निः अनुष्णः इति अहम् अनुमातं कर्तुम् इच्छामि. तस्याम् इच्छायां दोषं कल्पयति खलु. इत्युक्ते इति कृत्वा तस्मिन् दोषवत्त्वम् उक्तम्. ओ अस्तु किञ्चित् विपरीतम् इदानीम्. आमां इत्युक्ते यदि इदानीम् अत्र करपत्रं महोदयस्य करपत्रं पठति चेत् ततः एकं वाक्यद्वयं पठामि. हेत्वाभासः इत्युक्ते दोषः इत्यपि वक्तुं शक्यते. यथार्थज्ञानस्य विषयः किमर्थं दोषः इति वदेम? तदेव भवतः प्रश्नः अस्ति. वह्निः उष्णवान् इति यथार्थज्ञानं समीचीनज्ञानं. तदेव किन्तु तादृशज्ञाने दोषत्वं कथं स्यात्? यथार्थज्ञानस्य विषयः किमर्थं दोषः इति वदेम? तद्विषयकनिश्चयेन भ्रमात्मिक अनुमितिः न जायते इति एव तस्य दोषत्वम्. कुत्र अस्ति करपत्रे महोदय? अहमधुना करपत्रे एव पश्यामि. करपत्रे अस्ति वा भवान्? आम् आम् हा अस्तु एकनिमिषं वदामि. अत्र किं करोतु दोषत्वम् इति अन्वेषणं करोतु. अस्तु दोषत्वम् अत्र स्थलद्वये अपि दोषत्वम् इति लिखितमस्ति. तत्र प्रथमस्थलमस्ति इति चेत् दोषः किमर्थं वक्तव्यम्? यथार्थज्ञानस्य विषयः किमर्थं दोषः इति वदेम? तद्विषयकनिश्चयेन भ्रमात्मिक अनुमितिः न जायते इति एव दोषत्वम्. अनुमानस्य हेतौ दोषं प्रदर्शयति इति कृत्वा अयं प्रसिद्धविषयः आभासः वा दोषः इति वा उच्यते. तदेव तस्य तर्हि तत् प्रतिबन्धकत्वम् इत्यस्य पूर्वे अस्ति वा आदौ एव अस्ति वा? अहं वेब्सैट् मध्ये अस्मि, परन्तु तत्र न दोषत्वं तत्र करपत्रम् उद्घाटितं खलु भवता? हा, करपत्रम् उद्घाटितं, कथं सर्च् इति करणीयं तत्र? कण्ट्रोल् एस् इति स्थापयतु, केवलं करपत्रे उभये कण्ट्रोल् एस् इति स्थापयतु. अस्तु, स्थापयित्वा दोषत्वम् इति टैप् इट् एकनिमिष. चिन्ता मास्तु, अग्रेक दोषत्वम् इति चेत् दोषः किमर्थं वक्तव्यं, यथार्थज्ञानस्य विषयः किमर्थं दोषः इति वदेम. हा, अस्तु, अधुना प्राप्तं. तत्र तद् अग्रिमवाक्यमेव वाक्यं, तद्विषयकनिश्चये, तदेकवारं पठतु. अस्तु, तद्विषयकनिश्चयेन भ्रमात्मिकानुमितिः न जायते इत्युक्ते, हा, अत्र वह्निः उष्णवान् इति प्रतिबन्धकज्ञानेन भ्रमात्मिका अनुमितिः न जायते. भ्रमात्मिक अनुमितेः आकारः कः? हा, तत् हा, तत् अत्र अस्ति वह्निः अनुष्णः इति. हा, सः सा अनुमितिः भ्रमात्मिका अस्ति, परन्तु तद् न जायते, सा न जायते एतेन प्रतिबन्धकज्ञानेन इति एव दोषत्वं. तर्हि अस्तु, अत्र तदेव दोषः करोति इत्युक्ते कारयति इत्युक्ते अत्र प्रतिकूलम् अनुकूलं प्रतिकूलम् इति पदद्वयमस्ति खलु? आम् आम्. सामान्यतया व्यवहारः कथं क्रियते? यत्र यत्र प्रतिकूलत्वमस्ति तत्र दोषत्वं कल्पयामः खलु? सामान्यतया यत्किमपि प्रतिकूलमस्ति तद् दोषः इति वदेमः खलु? मोक्षं प्रति रागद्वेषौ कामक्रोधौ अत्र प्रतिकूलं स्तः इति कृत्वा ते दोषाः इति, कामक्रोधलोभमोहमदमात्सर्य इति षड्वैरिणः इति. तर्हि सामान्यव्यवहारः कथं भवति? यत्किमपि प्रतिकूलमस्ति तस्मिन् दोषत्वं कल्प्यते खलु, व्यवहरामः. सत्यं. तर्हि प्रतिकूलत्वम् आश्रित्य अत्र प्रतिबन्धकज्ञाने दोषत्वं कल्पितम्, किन्तु वस्तुतः प्रतिबन्धकज्ञानं किं निवारयति इति चेत् ब्रह्मज्ञानं निवारयति इति कृत्वा वस्तुतः अत्र दोषः नास्ति. हा, तदेव अस्माकं साहाय्यमेव करोति. हा, तदेव. किन्तु प्रतिकूलमस्ति, ब्रह्मज्ञानं न जायेत इति तं प्रति प्रतिकूलतामस्ति इति कृत्वा दोषः इति कृत्वा तदेव अत्र लिखितमस्ति. तद्विषयकनिश्चयेन भ्रमात्मक अनुमितिः न जायते इति एव दोषत्वम्. अस्तु, अग्रे पठतु महोदय, अग्रिमपरिचयमपि. अस्तु, तर्हि वस्तुतः स्वयं दोषः नास्ति, तद्विषयकनिश्चयः साधुः एव. अतः अस्मिन् एकं वैचित्र्यमस्ति, अनुमितिः न जायेत, तस्य च निवारणार्थं कारणं जातम् इति कृत्वा दोषः. अस्तु, अनुमितेः, हा, तदेव अत्र अनुमितिः न जायेत एतेन प्रतिबन्धक ज्ञानेन, तस्य च निवारणार्थं कारणं जातम् इति कृत्वा दोषः. अतः एव प्रतिबन्धकज्ञानमिति दोषः इति वदेम. अस्तु, अनुमितेः प्रतिबन्धकीभूतज्ञानस्य विषयः इति कारणेन एव तस्य दोषत्वम्. अस्तु, अतः स्वयं दोषः नास्ति, दोषत्वं जायते दुष्टहेतुम् उद्दिश्य. हेतुः दुष्टः, प्रदर्शनार्थम् अयं प्रसिद्धविषयः दोषः जातः. अस्तु, शब्दः निशिति स्थले तावत् पर्याप्तं महोदय. इत्युक्ते इदानीं दोषत्वं कथं प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञानं तु समीचीनमेव अस्ति, प्रमात्मकमेव अस्ति, किन्तु तस्मिन् दोषत्वं कल्पितं कथम् इति चेत् प्रतिकूलमस्ति तत् तस्मिन् प्रातिकूल्यमस्ति ब्रह्माज्ञानं प्रति भ्रमात्मकज्ञानजननं प्रति प्रातिकूल्यम् अस्ति इति कृत्वा तस्मिन् दोषत्वं कल्पितं वस्तुतः स च ज्ञानं प्रमात्मकमेव इति किञ्चित् वैचित्र्यमस्ति अत्र हा तर्हि अहं चिन्तयामि सर्वदा न्यायवर्गे अथवा न्यायशास्त्रे तदेव कृतं सर्वदा तत्र भिन्न एव व्यवहारे ये पारिभाषिकशब्दाः अथवा किमपि सिद्धान्ताः सन्ति तस्य अपेक्षया किञ्चित् वैचित्र्यम् अथवा विपरीतरीत्या एव न्यायशास्त्रे कृतमस्ति एव क्लेशः कष्टकरं भवति ज्ञानस्य किन्तु देयर् एम् इस् टु मेक् यु थिङ्क् आम् आम् आम् सर्वदा अत्र जागरूकतया भवेम यदा तर्कं पठेम तदा जागरूकता आवश्यकता अस्ति सत्यं सत्यम् अस्तु तर्हि इदानीं सर्वं बुद्धं खलु आमां बुद्धम् उत्तमं तर्हि इदानीम् अग्रिम हेत्वाभासः तदपि चिन्तयेम धन्यवादः महोदय इदानीं सति वा भगिनि धन्यवादः आं महोदय मया सह कृपया चिन्तयतु इदानीम् असिद्धिः इति द्वितीयविधहेतुः हेत्वाभासः द्वितीयविधहेत्वाभासः अत्र उदाहरणवाक्यं किम् शब्दः अनित्यः चाक्षुषत्वात् अस्तु तर्हि एतद् वाक्यं पठित्वा भवत्याः मनसि किम् आगच्छति शब्दः अनित्यः इति सत्यं किन्तु चाक्षुषत्वात् नास्ति चाक्षुषत्वं कुत्र नास्ति तस्मिन् ज्ञाने चाक्षुषत्वम् इति हेतु न भवति सत्यं तर्हि चाक्षुषत्वं कुत्र नास्ति पक्षे नास्ति शब्दे नास्ति उत्तमम् उत्तमं बहु उत्तमं बहु उत्तमं भगिनि चाक्षुषत्वं शब्दे नास्ति खलु आं नास्ति हा चाक्षुषत्वं शब्दे किमस्ति चाक्षुषत्वं नास्ति शब्दे किमस्ति शब्दे अनित्यत्वम् अस्ति शब्द अत्र चाक्षुषत्वस्य अपेक्षया शब्दः केन इन्द्रियेण गृह्यते श्रोत्रेन्द्रियेण गृह्यते तर्हि तत्र चाक्षुषत्वम् इत्यस्मिन् स्थाने श्रोत्रे चक्षुषा यद्गृह्यते तस्मिन् चाक्षुषत्वम् एवं श्रोत्रेन्द्रियेण यद्गृह्यते तस्मिन् प्रायः श्रौतत्वम् इति कश्चन धर्मः अस्ति इति वक्तुं शक्यते खलु यदि श्रौतत्वम् इति समीचीनं वा न वा इति अहं न जाने श्रोतव्यत्वं न श्रोतव्यत्वं तत् तव्यप्रत्ययः न भवेत् श्रुतत्वं श्रुति अस्ति न अत्र श्रोत्रेन्द्रियं श्रोत्रं चक्षुरिन्द्रियं चक्षुरिन्द्रिये यद् गृह्यते तस्मिन् चाक्षुषत्वम् तद् बुद्धं महोदय एवं श्रोत्रेन्द्रियेण यद्गृह्यते तत्र किं वक्तव्यं श्रो इति चेत् श्रौ इति भवति श्रौदत्वं तदेव मया उक्तं श्रौतत्वं नास्ति श्रौतत्वमेव अस्ति शब्दे चाक्षुषत्वं नास्ति श्रौतत्वं तर्हि अग्रे गमनात् पूर्वम् अत्र कः क्लेशः अस्ति चाक्षुषत्वं शब्दे नास्ति चाक्षुषत्वात् इति हेतुः शब्दः इति पक्षः पक्षे हेतुः नास्ति इति तर्हि क्लेशः कः हेतौ द्वौ गुणौ भवेत् खलु पक्षधर्मदा अपि च साध्यं व्याप्तिज्ञानम् अपि च पक्षधर्मदा व्याप्तिः व्याप्तिज्ञानं नास्ति पक्षधर्मता इति गुणद्वयम् अत्र भवेत् अत्र अस्मिन् हेतौ चाक्षुषत्वात् इत्यस्मिन् हेतौ चाक्षुषत्वम् इत्यस्मिन् हेतौ किं गुणं नास्ति? नो चेत् कः गुणः नास्ति? तौ अपि नास्ति महोदय अत्र चक्षुषत्वम् इति हेतुः तत् शब्दे नास्ति, अतः पक्षधर्मदा नास्ति तावदेव। अस्तु, प्रथमं पक्षधर्मता नास्ति इति उक्तवती खलु, समीचीनं। तर्हि इदानीं व्याप्तिः अस्ति वा न वा इति चिन्तयतु। व्याप्ति अत्र अन्वयव्याप्ति वदतु। यत्र यत्र चक्षुषत्वं तत्र तत्र अनित्यत्वं चाक्षुषत्वं तत्र तत्र अनित्यत्वं यथा अनित्यत्वं यदा आकाशम् आकाशं न द्रष्टुं शक्यते आकाशे चक्षुषत्वमस्ति वा महोदय? चक्षुषा किं दृश्यते? चक्षुषा वाक्मि यत्किमपि रूपं रूपमस्ति किन्तु तेभ्यः अनित्यः नास्ति खलु। रूपं नित्यं वा? अनित्यः इदानीम् अवगतं नित्यं। तर्हि इदानीम् अन्वयव्याप्तिवाक्यं वदतु। यत्र यत्र चक्षुषत्वं तत्र चाक्षुषत्वं तत्र तत्र अनित्यत्वं यदा रूपं यदा घटं यदा घटरूपं यदा घटरूपं परमाणु विद्यमानरूपं तु अनित्यं नास्ति नित्यं। तर्हि घटरूपम् इति वदतु। घटरूपम् इदानीं व्यतिरेकव्याप्ति वदतु। यत्र यत्र चक्षुषत्वाभावः तत्र तत्र अनित्यत्वा तत्र तत्र अनित्यत्वाभावः इति भगिनि व्यतिरेकव्याप्तिस्थले किं भवेत् अभावः हेतुः भवेत्? यत्र यत्र अनित्यत्वाभावः तत्र तत्र चाक्षुषत्वाभावः यत्र यत्र यत्र यत्र अनित्यत्वाभावः तत्र तत्र चाक्षुषत्वाभावः अनित्यत्वाभावः नित्यत्वं चाक्षुषत्वाभावः अनित्यत्वाभावः अपि च चाक्षुषत्वाभावः अनित्यत्वाभावः इत्युक्ते नित्यः खलु नित्यः वस्तुं स्वीकरोतु वायु नित्यवस्तुं स्वीकरोतु आत्मा आत्मा आकाशः आत्मा यत्किमपि परमाणु अस्तु तर्हि इदानीम् आकाशः इति स्वीकरोतु आकाशः यत्र यत्र अनित्यत्वाभावः तत्र तत्र चाक्षुषत्वाभावः अत्र आकाशे चाक्षुषत्वाभावः अस्ति वा अस्ति तत् सूक्ष्मम् सत्यं सत्यं खलु चक्षुषा न दृश्यते आकाशे तर्हि अत्र व्याप्तिः तु अस्ति अस्मिन् हेतौ व्याप्तिः अस्ति व्याप्तिः अस्ति तर्हि किं नास्ति पक्षधर्मः नास्ति उत्तमम् उभयमपि नास्ति इति भवत्या उक्तं खलु पूर्वं तद्दोषाय अत्र पक्षधर्मता नास्ति तदेव असिद्धिः इति हेतुः अभवत् ओके व्याप्तिवाक्यं वक्तव्यं तेन एव अवगन्तुं शक्यते द्वयमपि अस्ति वा परीक्षा करणीयं व्याप्ति वक्तव्यमिति नास्ति इदानीम् उक्त्वा परीक्षां कृतम् अस्माभिः परीक्षा कृता इत्युक्ते यत्र यत्र चाक्षुषत्वं तत्र तत्र अनित्यत्वं यथा घटरूपं यत्र यत्र अनित्यत्व अभावः तत्र तत्र चाक्षुषत्व अभावः यथा आकाशः इति अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि अस्माभिः उक्तम् इति कृत्वा अत्र व्याप्तिः नास्ति इति नास्ति. हेतौ व्याप्तिः अस्ति, किन्तु किं नास्ति? पक्षधर्मता नास्ति इति कृत्वा हेतुः पक्षे नास्ति. अत्र पश्यतु आकारः कः, हेतुः पक्षे नास्ति, तद्भवत्या उक्तम् इत्युक्ते पक्षधर्मता नास्ति. तर्हि असिद्धेः लक्षणं किम् इति चेत् हेत्वभाववत्वं पक्षे. पक्षधर्मता अभावः हेतौ, तत्र पक्षधर्मता अभावः इति अनुत्वा पक्ष अधर्मत्वम् इति मया उक्तं. पक्षाधर्मत्वं हेतौ. अस्तु, तर्हि अत्र प्रतिबन्धकज्ञानं किं भवति? शब्दे चाक्षुष अभावः ज्ञानं, चाक्षुषत्व अभावः, चाक्षुषत्व अभावः इति शब्दे चाक्षुषत्व अभावः इति ज्ञानम् एव प्रतिबन्धकं भवति खलु. प्रतिबद्धज्ञानं किम्? तत् शब्द अनित्य. अस्तु, अत्र किञ्चित् क्लेशः अस्ति, तद् न पठतु इदानीं. शब्दः अनित्यः चाक्षुषत्वात् इति अनुमानवाक्ये कः क्लेशः इति चेत् पक्षधर्मता नास्ति हेतौ खलु. तर्हि पक्षधर्मता हेतौ नास्ति चेत् अनुमाने का सामग्री न जायते? परामर्शः न जायते. उत्तमं, बहु उत्तमं भगिनि. परामर्शः न जायते. तर्हि शब्दे चाक्षुषत्व अभावः इति प्रतिबन्धकज्ञानं किं प्रति प्रतिबन्धकम् इति चेत् परामर्शज्ञानं प्रति प्रतिबन्धकमस्ति. बुद्धं खलु? परामर्शः एव न जायते. परामर्शः जायते चेदेव अग्रिमक्षणे अनुमितिः जायते. पक्षधर्मता ज्ञानं विना परामर्शः एव न जायते इति कृत्वा शब्दे शब्दः चाक्षुषत्व अभाववान् इति ज्ञानं पक्ष परामर्शं प्रति प्रतिबन्धकम् अस्ति. तर्हि परामर्शे हेत्वाभासं प्रदर्शयति. बुद्धं खलु? उत्तमम्. अस्तु, अपि च शब्दे चाक्षुषत्व अभावः अस्ति इति केन प्रमाणेन ज्ञातम्? प्रत्यक्षम् एव. प्रत्यक्षेन, समीचीनं, प्रत्यक्षेन ज्ञातम्. उत्तमम्. अस्तु, बहु उत्तमं भगिनि. तर्हि कथं हेत्वाभासः कथं जायते इति एतावत् प्रदर्शितं. तर्हि प्रथमविधम् अस्ति बाधः. बाधे साध्यं पक्षे नास्ति, साध्य अभाववत्वं पक्षे इति एव बाधस्य लक्षणम्. असिद्धस्य लक्षणं हेत्वभाववत्वं पक्षे, हेतुः पक्षे नास्ति इति. अस्तु, इदानीं तृतीयं व्यभिचारः इत्यस्मिन् विषये चिन्तयामि. अस्तु, वर्षा भगिनी मया सह किं चिन्तयति वा व्यभिचारः इति? अस्तु, तर्हि अत्र उदाहरणं किम् इति पठतु. पर्वतः धूमवान् वह्निः, उदाहरणम्. अस्तु, अग्रे गमनात् पूर्वम् एतद् वाक्यं श्रुत्वा अत्र कः क्लेशः इति भाति भवत्याः? अत्र व्याप्यव्यापकभावः समीचीनं नास्ति इति वाक्ये तत् अवगन्तुं शक्नोमि. किमर्थं चेत् यत्र यत्र यत्र यत्र वह्निः तत्र तत्र धूमः, परन्तु यत्र यत्र धूम यत्र यत्र धूमः न वदसि भगिनि. अत्र क्रमेण चिन्तयतु, भवती सर्वदा किं करोति, अग्रे गच्छति. तर्हि अत्र प्रथमम् अस्मिन् वाक्ये पर्वतः धूमवान् वह्नेः इत्यत्र इत्यस्मिन् वाक्ये हेतुः कः, साध्यं किम्? हेतुः अत्र वह्निः वह्निः वह्निः साध्यम् अस्ति धूमवत्वम्. अस्तु, धूमः इति साध्यं खलु, धूमः इति साध्यं. तर्हि अस्माकं व्याप्तिवाक्यम् अन्वयव्याप्तिवाक्यं तत्र साध्यम् अपि च हेतुः इति पदं प्रयुज्य प्रथमं वदतु. यत्र यत्र यत्र यत्र हेतुः तत्र तत्र साध्यः भवेत्, साध्यं भवेत्. साध्यम् उत्तमं. तर्हि इदानीम् अस्मिन् वाक्ये यदि हेतुः अपि च साध्यं तद् स्वीकृत्य एतद् वाक्यं रचयतु. यत्र यत्र वह्निः तत्र तत्र धूमः इति वाक्यं लभ्यते. उदाहरणं यथा यथा महानसम्. उत्तमम्. इति अन्वयव्याप्तिः अत्र भवति खलु. हा, अन्वयव्याप्तिः अत्र भवति. यत्र यत्र वह्निः तत्र तत्र धूमः यथा महानसम् इति भवति वा? न भवति. यत्र कुत्रापि महानसे अपि वह्निः भवति परन्तु धूमः न भवति इति दृश्यते. गेस् स्टौ. हा, गेस् स्टौ. हा, यस् महोदय. खलु, यदि महानसे गेस् स्टौ उपयोगं कुर्मः तत्र यत्र यत्र वह्निः तत्र तत्र धूमः यथा महानसम् इति न वक्तुं शक्यते. तर्हि तत्र व्यभिचारः जातः खलु. अस्तु, इदानीं व्यतिरेकव्याप्तिवाक्यं परिशीलयामः. तर्हि अन्वयव्याप्तौ क्लेशः अस्ति इति निरूपितं. तर्हि प्रथमं व्यतिरेकव्याप्तिः हेतुः अपि च साध्यम् इति पदं प्रयुज्य वाक्यं प्रथमं वदतु. यत्र यत्र धूमाभावः. हा, प्रथमं साध्यम् अपि च पक्षः इति पदं हेतुः इति पदं प्रयुज्य साध्य अभाव. यत्र यत्र साध्यभावः तत्र तत्र धूमः, तत्र तत्र हेत्वभावः. हेत्वभावः, उत्तमं. तर्हि इदानीं प्रकृत उदाहरणं स्वीकृत्य वदतु. यत्र यत्र धूमभावः तत्र तत्र वन्यभावः इति भवति. तदपि समीचीनं वा? यत्र यत्र धूमाभावः तत्र तत्र वन्यभावः. न, किमर्थं चेत् एतदेव उदाहरणं खलु, गेस् स्टव्. सेम् गेस् स्टव् इति कृत्वा अत्र बहु उत्तमं. तर्हि अत्र कः क्लेशः इति चेत् अन्वयव्याप्तिवाक्ये अपि दोषः अस्ति, व्यतिरेकव्याप्तिवाक्ये अपि दोषः अस्ति इति कृत्वा व्याप्तौ दोषः अस्ति खलु. हा, अस्तु. तर्हि पर्वतः धूमवान् वह्नेः इत्यत्र हेतौ कः दोषः अस्ति? हेतौ व्याप्यव्यापकभावः नास्ति. व्याप्तिः नास्ति इत्युक्ते व्याप्तिः नास्ति. पक्षधर्मता अस्ति वा? पक्षधर्मता अस्ति. हा, उत्तमं. पक्षधर्मता अस्ति, वह्निः पर्वते अस्ति, तर्हि पक्षधर्मता भवितुम् अर्हति. अपि च अस्ति अत्र पर्वतः वह्नि धूमवान् वह्नेः इति उक्तत्वात् वह्निः साक्षात् प्रत्यक्षेन सः पश्यन् अस्ति. तर्हि पक्षधर्मता अस्ति किन्तु व्याप्तिः नास्ति. व्याप्तिः, हेतौ व्याप्तिः नास्ति चेत् अनुमानसामग्रीसु किं न जायते. महोदय पुनः एकवारं पृच्छतु. डोर् बेल् इदानीं हेतौ व्याप्तिः नास्ति चेत् अनुमानसामग्रीसु किं न जायते. व्याप्तिः व्याप्तिः अस्ति इति न वक्तुं शक्नुमः किल महोदय. अनुमानसामग्र्यः के? चत्वारि ज्ञानानि भवन्ति खलु. आं महोदय, पक्षः, हेतुः, साध्यः. न न, ज्ञानानि भगिनि, पक्षः इति कश्चन पदार्थः धर्मः न न भगिनि अत्र क्रमेण चिन्तयतु वयं स्वयं चिन्तयित्वा तदनन्तरं स्प्रेड्शीट् पश्यामश्चेत् समीचीनबोधः जायते अत्र अनुमानं कर्तुं चत्वारि ज्ञानानि अपेक्षितानि तानि ज्ञानानि एव सामग्र्याः सन्ति खलु अस्तु तानि कानि इति एकवारं पुनस्मारयति वा पक्षधर्मज्ञानम् अपि च व्याप्तिव्यापकज्ञानं व्याप्तिज्ञानं व्याप्तिः व्याप्तिज्ञानम् अपि च एकनिमिषं पक्षधर्मताज्ञानं कुत्र भवेत् केवलं पक्षधर्मताज्ञानम् इति वदति चेत् पर्याप्तं नास्ति हेतौ भवेत् हा उत्तमं हेतौ पक्षधर्मता इति प्रथमज्ञानं द्वितीयं व्याप्तिः कुत्र भवेत् व्याप्तिः अपि हेतौ एव उत्तमं तृतीयं ज्ञानं किम् आभ्यां ज्ञानाभ्यां किं ज्ञानं जायते अनुमिति न परामर्शज्ञानं जायते तदनन्तरम् अनुमितिः भवति तदेव तृतीयसामग्री खलु तदनन्तरं चतुर्थज्ञानमस्ति अनुमतिः अस्तु इदानीं हेतौ व्याप्तिः नास्ति इति अस्माभिः बुद्धम् तर्हि का किं ज्ञानं न जायते परामर्शज्ञानं न जायते उत्तमम् उत्तमं बहु उत्तमं परामर्शज्ञानं न जायते इति कृत्वा इदानीं परामर्शज्ञानं भवति प्रतिबद्धज्ञानं प्रतिबन्धकज्ञानं किम् व्याप्तिः नास्ति इति ज्ञानम् हा इत्युक्ते वह्निः धूमव्याप्तिः नास्ति इति ज्ञानं वह्निः धूमेन व्याप्यः न इति ज्ञानम् एव प्रतिबन्धकज्ञानम् अस्तु समीचीनम् अपि च वह्निः धूमव्याप्यः नास्ति इति ज्ञानं केन प्रमाणेन जायते प्रत्यक्षप्रमाणम् उत्तमं बहु उत्तमम् इदानीं पठामश्चेत् व्यभिचारः पर्वतः धूमवान् वह्नेः अत्र आकारः कः व्याप्तिः हेतौ नास्ति हेतुः साध्य अभाववती अस्ति इति अपि भवितुमर्हति हेतुः साध्य अभाववती अस्ति इत्युक्ते पर्वतं त्यक्त्वा यदि ह्रदः इति स्वीकुर्मः पर्वतं त्यक्त्वा यदि ह्रदः इति स्वीकुर्मः पक्षत्वेन कोऽपि पश्यति प्रातःकाले अत्र धूमम् इव मिस्ट् भवति खलु ह्रदे तद्दृष्ट्वा ह्रदे धूमः अस्ति इति सः चिन्तयति न एकनिमिषं हेतुः साध्य अभाववति भवतु तदनन्तरं चिन्तयेम व्याप्यत्वा अभाववत्वं हेतौ तदेव व्यभिचारस्य लक्षणं व्याप्यत्वा अभाववत्वं हेतौ व्याप्यत्वाभाववत्वं हेतौ तद्बुध्यते वा किम् इति भगिनि व्याप्ति अभावत्वम् अभाववत्वं हेतौ व्याप्यत्वं व्याप्यः अत्र हेतुः व्याप्यः भवेत् खलु तर्हि हेतौ व्याप्यत्वम् अस्ति सामान्यतया खलु महोदय अत्र व्याप्ति अभाववत्वम् इति एव लिखितं खलु व्याप्यत्व ओ व्याप्त्यत्व व्याप् एकनिमिषम् अत्र समीचीनतया लेखनीयमस्ति. व्याप्यत्व व्याप्यत्व अभाववत्वं हेतौ इत्युक्ते मम आशयः एवमस्ति, व्यभिचारे कः क्लेशः इति चेत् हेतुः व्याप्यः नास्ति. तर्हि हेतौ व्याप्यत्वं भवेत् चेत् व्यभिचारे किं भवति? व्याप्यत्व अभावः, व्याप्यत्वाभावत्वं, व्याप्यत्वाभावत्वम्. अस्तु, व्याप्यत्वाभावत्वम् इदानीं समीचीनतया लिखितं. व्याप्यत्वाभावत्वं हेतौ. वर्षा भगिनी, बुद्धं किम्? न महोदय, व्याप्यत्व अभावत्वं, हा हेतौ व्याप्यत्वं नास्ति इति. हा महोदय, बुद्धं. हा, व्याप्यत्व अभावत्वं हेतौ, तदेव व्यभिचारः. हा महोदय, बुद्धं बुद्धं खलु. तर्हि अत्र प्रतिबन्धकज्ञानं किम् इति चेत् बन्धिः धूमव्याप्यः नास्ति इति प्रतिबन्धकज्ञानमस्ति. तज्ज्ञानं परामर्शे प्रतिबद्धं, परामर्शस्य प्रतिबन्धकं कारयति, प्रतिकूलं कारयति इति कृत्वा प्रतिबद्ध्यज्ञानम् अत्र परामर्शज्ञानं. तावद् बुद्धं खलु? अस्तु, समीचीनम्. अग्रे गच्छामि. अस्तु, इदानीं रमेश् महोदय मया सह चिन्तयतु. अत्र सप्रतिपक्षः इति चतुर्थवैविध्यमस्ति हेत्वाभासस्थले. आं महोदय. अस्तु, अत्र वाक्यद्वयमस्ति, ह्रदः वह्निमान् धूमात् इति एकः वदति. वन् ह्रदे प्रातःकाले अत्र धूममिव दृश्यति, वस्तुतः अत्र धूमः नास्ति, किन्तु मिस्ट् अपि धूममिव दृश्यति खलु. तर्हि तद्दृष्ट्वा एकः वदति, ह्रदः वह्निमान् धूमात्, अहं प्रत्यक्षेन धूमं पश्यन्नस्मि ह्रदे, अपि च मयि व्याप्तिः अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः अस्ति इति कृत्वा मयि व्याप्तिः अपि अस्ति, पक्षधर्मता अपि अस्ति. तर्हि अनुमितिः जायते ह्रदः वह्निमान् धूमान् इति. अन्यः वदति, ह्रदः वह्नि अभाववान् जलात् इति. ह्रदः वह्नि अभाववान् जलात् इति हेतुः, ह्रदौ जलमस्ति, यत्र जलमस्ति तत्र वह्निः अभावः भवति. किमर्थम् इत्युक्ते जलवह्निः अभावयोः मध्ये विरोधः अस्ति खलु. यत्र यत्र जलं तत्र तत्र वह्नि अभावः, यत्र यत्र वह्नि अभावाभावः तत्र तत्र न तत्र तत्र जलम् इति प्रायः न वक्तुं शक्यते. अस्तु, तर्हि अत्र किञ्चित् चिन्तनीयं, यत्र यत्र जलं तत्र तत्र वह्नि अभावः इति कृत्वा, अतः साध्याभावेन व्याप्यः जलं तद्वत्त्वं पक्षे. तर्हि अत्र प्रतिबन्धकत्वं कथं जातं? ह्रदः वह्नि अभाववान् जलात् इति वाक्यं ह्रदः वह्निमान् धूमात् इति अनुमितिं प्रति प्रतिबन्धकमस्ति. आम् महोदय. अत्र एतद्वाक्यं किञ्चित् प्रतिपादयति वा? साध्य अभावेन व्याप्यः जलं तद्वत्त्वं पक्षे इति वाक्यं किञ्चित् प्रतिपादयति वा स्वशब्दैः? साध्य अभावेन व्याप्यः जलं तद्वत्ते पक्षे. तर्हि पक्षे यद् साध्यः अस्ति तस्य अभावः अस्ति, इदानीम् उदाहरणं स्वीकृत्य वदतु, अत्र पक्षः कः? तर्हि पक्षः हृदः, हृदे जलमस्ति, जले वह्निः न भवितुम् अर्हति, तर्हि साध्यस्य अभावः हृदे अस्ति. एकनिमिषं, किञ्चित् परिष्कर्तव्यमस्ति, किञ्चित् परिष्कर्तव्यमस्ति. अस्तु, पक्षः इति हृदः, तद्वत्त्वं पक्षे, अत्र तत् इति पदेन किं वक्तव्यम्? साध्य अभाववत्त्वं पक्षे अस्ति इति. न न, तादृशं मा वदतु, अत्र साक्षात् उदाहरणं स्वीकृत्य वदतु. पक्षः इति हृदः, वह्नि अभाववत्त्वं पक्षे अस्ति. नास्ति, अत्र तद् इति पदेन जलं स्वीकर्तव्यम्. जलं स्वीकृत्य जले पक्षे जलमस्ति, जलमस्ति खलु, पक्षे जलमस्ति. तर्हि तद्वत्त्वं पक्षे इत्युक्ते किं भवता वक्तव्यं? जलवत्त्वं हृदे. खलु, अस्तु. तर्हि इदानीं पक्षः कीदृशम् इति अस्माभिः उक्तं, जलवत्त्वं पक्षे इत्युक्ते जलवान् हृदः इति जातम्. इदानीं जलस्य स्वभावं किम् इति चिन्तनीयम्. अत्र किं लिखितमस्ति? साध्य अभावेन व्याप्यः जलं, तत्र वदतु. साध्य अभावेन व्याप्यः जलं, जले वह्निः अभावः अस्ति. तर्हि अत्र साध्यमिति किं? वह्निः. उत्तमम्, अग्रे वदतु. वह्नि अभावः व्याप्यः जलं, जलं कीदृशजलम् इत्युक्ते वह्निव्याप्य अभावः, वह्नि अभावव्याप्य जलमस्ति इति परिशीलयतु. वह्नि अभावेन व्याप्यः वा जलम् इति परिशीलयतु. इत्युक्ते वह्नि अभावः व्यापकः, जलम् एकनिमिषं महोदय, वह्नि अभावः इति व्यापकः, जलम् इति व्यापः, व्याप्यः भवितुम् अर्हति वा इति तयोः मध्ये व्याप्यव्यापकभावचिन्तनं करोतु. वह्नि अभावः इति वह्नि अभावः अस्ति, जले अस्ति खलु, जलमस्ति, जले वह्निः न भवितुम् अर्हति, तर्हि यत्र यत्र जलमस्ति तत्र तादृशं महोदय, अत्र तादृशं कृपया मा चिन्तयतु, तत्रैव क्लेशः भवान् करोति. इदानीं वह्नि अभावः अपि च जलं, वह्निः अभावः इति व्यापकं, जलम् इति व्याप्यं, तत्र उभयोः मध्ये व्याप्यव्यापकभावः अस्ति वा न वा इति अन्वयव्याप्तिम् उक्त्वा व्यतिरेकव्याप्तिम् उक्त्वा परिशीलयतु. प्रथमं यत्र यत्र जलः जलम् अस्ति तत्र तत्र वह्नि अभावः अस्ति. हा, उत्तमम्. इदानीं भवान् अत्र किं चिन्तयति इति पश्यतु, साध्य अभावः जले अस्ति इति न चिन्तयति. यत्र यत्र जलं तत्र तत्र वह्नि अभावः, यथा हृदः किमपि यत्र जलमस्ति, नदी इति स्वीकरोतु, अत्र जल हृदः इति पक्षमस्ति इति कृत्वा नदीः, नदी, नदी, यथा नदी. अस्तु, इदानीं व्यतिरेकवाक्यं वदतु, व्यतिरेकव्याप्तिवाक्यम्. यत्र यत्र वह्नि अभाव अभावः इत्युक्ते वह्नि अभाव अभावः वह्नि इत्युक्ते वह्निः एव. हा, यत्र यत्र वह्निः तत्र तत्र जलाभावः, यथा यथा महानसं, न मानस जलम् अस्ति होमकुण्डम् हा ओ अस्तु यत्र यत्र वह्निः होमकुण्डे वह्निः अस्ति तत्र तत्र जलाभावः होमकुण्डे जलाभावः अपि अस्ति इति कृत्वा इदानीं भवता किं निरूपितम् व्याप्यव्यापकभावः अस्ति कयोः मध्ये वह्नि वह्नि अभावः जलमध्ये उत्तमम् तर्हि अत्र व्याप्यः कः व्यापकः कः वह्नि अभावः इति व्याप्यः जलम् इति व्याप्य न न विपरीतं जलम् इति व्याप्यः अस्ति वह्नि अभावः अस्ति व्यापकः अस्ति यत्र यत्र व्याप्यः तत्र तत्र व्यापकः यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति एव भवति खलु इति निरूपितमस्ति चेत् व्याप्यव्यापकभावः सिद्धः अत्र विपरीतमपि वक्तुं शक्यते खलु महोदय किन्तु भवतु इत्युक्ते अन्यूनव्यतिरिक्त अन्यूनवृत्तित्वमेव व्यापकत्वम् इति अस्माभिः उक्तं खलु किन्तु अत्र अस्य अनुमानस्य अर्थहेत्वाभासस्य साधनार्थं व्यापकः अस्ति वह्नि अभावः व्याप्यः अस्ति जलम् यद्यपि विपरीतरीत्या अपि भवितुम् अर्हति किन्तु अत्र जलमेव हेतुत्वेन दत्तमस्ति खलु सर्वदा हेतुः एव व्याप्यः भवति खलु इति कृत्वा जलस्य व्याप्यत्वेन स्वीकृत्य वह्नि अभावस्य साध्यत्वेन स्वीकृत्य इदानीं चिन्तनम् बुद्धं खलु आं महोदय तर्हि जलम् इति व्याप्यः साध्य वह्नि अभावः इति व्यापकः तर्हि साध्य अभावेन व्याप्यः जलम् जलवत्वं ह्रदे अस्ति इति कृत्वा ह्रदः वह्नि अभावान् जलात् इति वाक्यं ह्रदः वह्निमान् धूमात् इति अनुमानं प्रति प्रतिबन्धकः भवति बुद्धं वा आं महोदय हा तर्हि तदेव सत्प्रतिपक्षः तर्हि इदानीं सत्प्रतिपक्षस्य आकारः कः इति चेत् साध्य अभावव्याप्यः पक्षे अस्ति साध्य अभावव्याप्यः पक्षे अस्ति अत्र किञ्चित् प्रतिपादयति वा साध्य अभावव्याप्यः पक्षे अस्ति इत्युक्ते किं कस्मिन् अस्ति इति वदति वा साध्य अभावव्याप्यत्वं पक्षे अस्ति तत्र साध्य अभावव्याप्यः पक्षे अस्ति साध्यभावः व्याप्यः पक्षे अस्ति तर्हि तत्र पक्षः इत्युक्ते ह्रदः साध्यः वह्नि वह्नि अभावः वह्नि अभावव्याप्यत्वं जले अस्ति उत्तमं व्याप्यः तर्हि जलं खलु जलं व्याप्यः अस्ति साध्य अभावव्याप्यः जलं जले जलं हृदे अस्ति तर्हि जलं पक्षे अस्ति उत्तमम् इति कृत्वा अत्र हेत्वाभासः निरूपितः ह्रदः वह्निमान् धूमात् इति अनुमानं न कर्तुं शक्यते किमर्थं साध्य अभावव्याप्यः पक्षे अस्ति इति कृत्वा बुद्धं खलु तर्हि लक्षणं साध्य अभावव्याप्यत्वं पक्षे सत्प्रतिपक्षस्य लक्षणं किम् इति चेत् साध्य अभावव्याप्यत्वं पक्षे अस्तु इदानीम् अन्तिमः प्रश्नः. अत्र एतद् ज्ञानं साध्य अभावव्याप्यत्वं पक्षे ज्ञातं चेत् किं न जायते? अनुमितिः न जायते वा, परामर्शः न जायते वा? अनुमितिः न जायते. उत्तमं, बहु उत्तमम्. अनुमितिः न जायते, अतः एव अत्र पश्यतु प्रतिबन्धकज्ञानमस्ति ह्रदः जलवान्. प्रतिबन्धकज्ञानं ह्रदः जलवान् इति प्रतिबन्धकज्ञानं किं प्रतिबध्यते इति चेत् ह्रदः वह्निमान् इति अनुमितिं प्रतिबध्यते. ह्रदः जलवान् इति ज्ञानं ह्रदः वह्निमान् इति अनुमितिं प्रति प्रतिबन्धकः अस्ति इति कृत्वा अनुमितेः प्रतिबन्धनं करोति, बाधा करो प्रतिबन्धनं प्रतिबन्धनं करोति. बुद्धं खलु? अपि च ह्रदः जलवान् इति ज्ञानं केन प्रमाणेन जायते? प्रत्यक्षेन ज्ञायते. उत्तमं. तर्हि अन्तिमः तेत्वाभासः. क्षम्यतां महोदय, तत्र लक्षणवाक्ये अत्र सत् प्रतिपक्षे साध्याभावव्याप्यत्वम् इति भवति खलु, व्याप्यत्वं पक्षे. एकनिमिषं. साध्याभाव न, साध्याभावव्याप्यवत्वं पक्षे. ओ, व्याप्यव साध्याभावव्याप्यत्वं कुत्र अस्ति? हा सत्यं, व्याप्यवत् अस्ति पक्षः, अतः व्याप्यवत्वं. हा, व्याप्यत्वं तु सर्वदा व्याप्य एव भवति खलु. सत्यं सत्यं, पक्षे यथा घटत्वं घटे भवति तथा व्याप्यत्वं व्याप्ये भवति, किन्तु व्याप्यवत्वं पक्षे अस्ति. हा सत्यं, समीचीनं. कीदृशव्याप्यत्वं? साध्य अभावव्याप्यवत्वं पक्षे अस्ति. बुद्धं खलु? आं, बुद्धं बुद्धम्. अस्तु, समीचीनम्. अन्तिममस्ति विरोधः. अस्तु, एतदपि कुर्मश्चेत् अत्र पुस्तके षष्टिपुटेषु 60 pages what has been written in the book we would have known if we just know this much. अस्तु, विरोधः. तर्हि स्वामी महोदय, भवान् मया सह किञ्चित् सम्भाषणं करोतु. अस्तु, इदानीं हरिः ओं महोदय. विरोधः इति अन्तिमविध हेत्वाभासः. अत्र वाक्यमस्ति पर्वतः वह्निमान् जलात्. तर्हि एतद् वाक्यं श्रुत्वा केवलम् अत्र एतस्मिन् वाक्ये चिन्तनं करोतु. पर्वतः वह्निमान् जलात् इति वाक्यं श्रुत्वा कुत्र क्लेशः भवति? वह्निजलतयोः विरुद्धस्वभावः भवेत्. उत्तमं. हा, विरोधः निरूपयतु. यत्र यत्र वह्निः तत्र तत्र जलाभावः, यत्र यत्र किन्तु जल. एकनिमिषं, समीचीनं. किन्तु अत्र इदानीं हेतुः कः, साध्यं किं? पर्वतः वह्निमान् जलात् इत्यत्र हेतुः कः, साध्यं किम्? वह्निमान् अस्ति खलु, तर्हि साध्यं तु वह्निः अस्ति महोदय, हेतुः तु जलम्. उत्तमं. तर्हि अन्वयव्याप्तिवाक्ये आकारः, अन्वयव्याप्तिवाक्यस्य आकारः कः? साध्यं हेतु इति पदं प्रयुज्य एकवारं वदतु, यथा वर्षा भगिन्या उक्तं तथा. यत्र यत्र साध्यः तत्र तत्र हेतुः. नास्ति, यत्र यत्र हेतुः तत्र तत्र साध्यः. क्षम्यतां महोदय, क्षम्यतां. यत्र यत्र हेतुः तत्र तत्र साध्यः, अन्वयव्याप्तिः. हेतुः एव व्याप्यः खलु इति कृत्वा यत्र यत्र हेतुः तत्र तत्र साध्यः. तर्हि इदानीम् एतद् मनसि निधाय अत्र जलवह्न्योः मध्ये विरोधः निरूपयतु, यथा भवता उक्तं यत्र यत्र यत्र यत्र जलं तत्र तत्र वह्न्याभावः, यत्र यत्र वह्निः तत्र तत्र जलाभावः. उत्तमम्. यत्र यत्र वह्निः तत्र तत्र जलाभावः, यत्र यत्र वह्निः यत्र यत्र जलं तत्र तत्र वह्नियभावः. अत्र व्याप्तिरूपेण भवता न उक्तं, समीचीनम्. एतादृशं विरोधः निरूपणीयः. विरोधः अपि च व्याप्य व्याप्तिः अनयोः मध्ये भेदः अस्ति खलु. यत्र एकमस्ति तत्र अन्यत् न भवति, यत्र अन्यदस्ति तत्र एकः न भवति इति एव वाक्यं भवति विरोधस्य निरूपणार्थं. यत्र यत्र जलं तत्र तत्र वह्नियभावः, यत्र यत्र वह्निः तत्र तत्र जलाभावः इति कृत्वा जलवह्न्योः मध्ये विरोधः निरूपितः. तर्हि पर्वतः वह्निमान् जलात् इति कथं वा स्यात्? हेतुसाध्ययोः मध्ये परस्परविरोधः अस्ति खलु. तर्हि हेतुसाध्ययोः यः विरोधः अस्ति तस्य ज्ञानं, तस्य ज्ञानम् एव प्रतिबन्धकज्ञानं. किं प्रति किं ज्ञानं प्रति एतद् ज्ञानं प्रतिबन्धकं भवति? पर्वतः वह्निमान् इति ज्ञानं इति अनुमितिज्ञानं प्रति खलु, अनुमानं प्रति इति अनुमितिज्ञानं प्रति एतद् ज्ञानं हेतुसाध्ययोः परस्परविरोधज्ञानं पर्वतः वह्निमान् इति अनुमितिं प्रति अत्र प्रतिबन्धकः भवति खलु. आम् महोदय. अस्तु, तर्हि अस्य लक्षणं कथं लिखितं मया? विरोधः इत्युक्ते साध्यविरोधित्वं हेतौ, नो चेत् साध्यसामानाधिकरण्यं साध्य असामानाधिकरण्यं हेतौ. साध्यमपि पक्षे भवेत्, हेतुः अपि पक्षे भवेत्, तर्हि साध्यहेत्वोः मध्ये सर्वदा सामानाधिकरण्यम् अस्ति खलु. आं महोदय. तर्हि यत्र साध्य असामानाधिकरण्यम् अस्ति, यदि साध्य असामानाधिकरण्यं हेतौ अस्ति तदेव विरोधः इत्यपि वक्तुं शक्यते खलु. वक्तुं शक्यते. हा, इति कृत्वा लक्षणम् एतादृशं मया स्थापितं. वह्निजलयोः विरोधः अस्ति, तदेव प्रतिबन्धकज्ञानं. तेन किं ज्ञानं प्रतिबद्धं भवति इति चेत् पर्वतः वह्निमान् इति अनुमितिः. अपि च वह्निजलयोः विरोधः अस्ति इति केन प्रमाणेन ज्ञातम्? प्रत्यक्षप्रमाणेन ज्ञातं खलु. उत्तमम्, उत्तमम्. अस्तु, बहु समीचीनं. तर्हि वाट् एवर् इस् गोयिङ्ग् टु बि डिस्कस्ड् इन् 60 पेजस् अन्ततो गत्वा एषः एव विषयः एकस्मिन् वर्गे अस्माभिः सम्पूर्णतया चिन्तितमस्ति. अस्तु, इतोपि किञ्चित् अवशिष्टमस्ति अवगमनार्थं. तर्हि अत्र प्रतिबन्धकज्ञानम् इत्युक्ते किम्? तस्य आकारः कः? प्रतिबद्धज्ञानम् इत्युक्ते किम्? प्रतिबन्धकप्रतिबद्धज्ञानेषु कः सम्बन्धः अस्ति? ज्ञानयोः मध्ये कः सम्बन्धः अस्ति? एतत् सर्वम् अस्माभिः अधीतम्. तर्हि इदानीं प्रतिबन्धकज्ञानस्य लक्षणं किम् इति अवगन्तव्यं, तदेव अवशिष्टमस्ति, तदेकवारं पश्येम. अस्तु मेहुल् महोदय, भवान् मया सह किञ्चित् सम्भाषणं करोतु. धन्यवादः. अस्तु, अत्र पुस्तके यत् लिखितमस्ति तद् आधारीकृत्य एतादृशं मया लिखितं. तत् कुत्रचित् किञ्चित् चिन्तनीयमस्ति. प्रतिबन्धकज्ञानलक्षणं किम् इति चेत् समान आकारकत्वे सति, समानाकारकत्वे सति, प्रमात्वे सति, निश्चयत्वम् एव प्रतिबन्धकज्ञानस्य लक्षणं. दलत्रयमस्ति, समानाकारकत्वे सति, प्रमात्वे सति, निश्चयत्वम्. अस्तु, तत्र प्रमात्वम् इति स्वीकृत्य किञ्चित् चिन्तयेम. प्रमात्वं कुत्र भवेत्? प्रतिबन्धकज्ञाने भवेत्. हा, प्रतिबन्धकज्ञाने प्रमात्वं भवेत् इति चेत् सामान्यभाषया कथम् अवगन्तव्यम् एतत्? इत्युक्ते किं सामान्य इत्युक्ते इदानीं प्रमात्वं प्रतिबन्धकज्ञाने इति अत्र न्यायशैली अस्माभिः उक्तं खलु? प्रमात्वम् इति प्रमाज्ञाने भवेत् इति न न प्रमात्वं तु प्रतिबन्धकज्ञाने भवेत् इति अस्माभिः उक्तम्. इत्युक्ते प्रतिबन्धकज्ञानं सर्वदा कीदृशं भवेत्? ओ, यथार्थज्ञानं भवेत्. हा, उत्तमम्. यथार्थज्ञानं प्रमात्वं सर्वदा प्रतिबन्धकज्ञानं यथार्थज्ञानं भवेत्. सत्यं. किमर्थं तादृशनियमः? तदा एव प्रमात्वं यथार्थज्ञाने इति एव प्रमा अस्ति. तत्सत्यं. किन्तु किमर्थं प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकं भवेत्? तेन एव तद् ज्ञानं प्रतिकूलं भवति. प्रतिबद्धज्ञानं प्रति तदेव दोषः हेत्वा तेन एव हेत्वाभासः न अत्र अस्तु. यदि एतादृशं वदति प्रतिकूलत्वं तदा एव भवति इति तावदेव वदति चेत् भ्रमात्मकज्ञानम् इदानीं पर्वते वह्निः नास्ति इति भ्रमात्मकज्ञानम् अस्ति चेत् वस्तुतः अत्र पर्वते वह्निः अस्ति इति चिन्तयतु. अस्तु. किन्तु मयि पर्वते वह्निः नास्ति इति भ्रमात्मकं ज्ञानमस्ति चेत् पर्वतः वह्निमान् इति अनुमितिं प्रति तत् प्रतिकूलं भवति खलु? आम्, सत्यं. तत् प्रतिकूलं भवति इति कृत्वा प्रतिकूलत्वं भ्रमात्मकज्ञाने अपि भवितुमर्हति. आम् आम्, भवितुमर्हति. सत्यं. तर्हि तद् न वक्तव्यं. तर्हि पुनः प्रश्नः अस्ति, प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकं किमर्थं भवेत्? अस्तु, अस्य उत्तरार्थं प्रतिबद्धज्ञानं कीदृशमस्ति इति चिन्तयतु. हा, प्रतिबद्धज्ञानमिति भ्रमात्मकमस्ति. सर्वदा भ्रमात्मकमस्ति खलु? सर्वदा भ्रमात्मकमस्ति. सत्यम्. अतः एव तस्मिन् हेत्वाभासं कल्प्यते खलु? हा हा हा, सत्यम्. इति कृत्वा प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकमस्ति. अत्र पश्यन्तु, प्रतिबद्धज्ञानं मन्निः अनुष्णः प्रमात्मकम्. आम्, सत्यम्. अत्र शब्दः अनित्यत्वव्याप्य चाक्षुषत्ववान् इति ज्ञानमपि भ्रमात्मकमस्ति. पर्वतः धूम अभाववत् अवृत्तित्व अवृत्तिवह्निमान् इति अपि भ्रमात्मकमस्ति. हरदः वह्निमान् इति भ्रमात्मकमस्ति. पर्वतः एकनिमिषम्. आम्, पर्वतः वह्निमान् अत्र तु भ्रमात्मकं नास्ति. पर्वतः वह्निमान् इति वस्तुतः भ्रमात्मकं नास्ति. किन्तु जलात् इति हेतुं स्वीकृत्य तादृशनिश्चयं कृतमस्ति चेत् तद् भ्रमात्मकमस्ति खलु? आम्, सत्यम्. इति कृत्वा तर्हि मम प्रश्नस्य उत्तरम् एवमस्ति, सर्वाणि प्रतिबद्धज्ञानानि भ्रमात्मकानि. सत्यम्. इति कृत्वा सर्वाणि प्रतिबन्धकज्ञानि प्रमात्मकानि एव भवेत्. बुद्धं खलु? आं, बुद्धं, बुद्धं. अस्तु, समीचीनं. तर्हि प्रमात्वत्वं प्रमात्वे सति इति यदुक्तं तद् निरूपितम्. अस्तु, इदानीं द्वितीयं स्वीकुर्मः, निश्चयत्वम् इति. सत्यं. हा, निश्चयेन निश्चयज्ञानेन निश्चयज्ञानं भवेत्, निश्चयत्वं भवेत् प्रतिबन्धकज्ञाने. अस्तु, अत्र प्रथमं प्रतिबन्धकज्ञानं किं? वह्निः उष्णवान् इति. उष्णवान्. तत् स्वीकृत्य किञ्चित् चिन्तयतु. आम्, अत्र वह्निः उष्णवान् इति प्रतिबन्धकज्ञाने निश्चयत्वं भवेत्. यदा निश्चयत्वम् अत्र वह्निः तर्हि यदा निश्चेतुम् अस्ति चेदेव तस्य प्रमाज्ञानं भवति. यदा निश्चयं तादृशं न वक्तव्यं. वह्निः उष्णवान् इति निश्चयात्मकज्ञानं यस्मिन् अस्ति तदा एव तादृशनिश्चयात्मकज्ञानं वह्निः अनुष्णः इति अनुमितिं प्रति प्रतिकूलं भवति. प्रतिकूलं भवति. तर्हि अस्य चिन्तनार्थं वह्निः उष्णवान् इति सन्देहः अस्ति चेत् कस्यचित् तादृशसन्देहज्ञानं प्रतिबन्धकज्ञानं भवति वा? न, न भवति. न भवति. न भवति खलु? न भवति. सत्यं. सर्वत्र अत्र ई इत्यस्मिन् स्तम्भे यत्किमपि लिखितं वह्निः उष्णवान् शब्दे चाक्षुषत्वाभावः इति सर्वेषु ज्ञानेषु निश्चयत्वं नास्ति चेत् इत्युक्ते सन्देहः अस्ति चेत् वह्निः उष्णवान् वा अनुष्णवान् वा इति सन्देहः अस्ति चेत् तादृशसन्देहात्मकज्ञानं वह्निः अश्नुः अनुष्णः इति अनुमितिं प्रति प्रतिबन्धकं न भवति खलु? आम् सत्यं. न भवति इति कृत्वा सर्वेषु प्रतिबन्धकज्ञानेषु निश्चयत्वं भवेत्. सत्यं. निश्चयत्वं. निश्चयत्वं प्रतिबन्धकज्ञानं निश्चयात्मकम् अस्ति चेत् एव प्रतिबद्धज्ञानं तद् प्रतिबद्धज्ञानं प्रतिबद्धुम् उत्सहति, नो चेत् न. सत्यं. प्रतिबद्धज्ञानस्य कृते. सत्यम्. अस्तु, तर्हि इतोपि निमिषद्वयमहं स्वीकरोमि, समयः जातः, किन्तु इदानीं समापयामः इति कृत्वा. अस्तु, तर्हि द्वितीयदलं निरूपितं, प्रमात्वं सर्वदा प्रतिबन्धकज्ञाने प्रमात्वं किमर्थं भवेत् इति निरूपितं. तस्य उत्तरमस्ति प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकमस्ति इति कृत्वा तस्य विरोधी प्रतिबन्धकः प्रमात्मकमेव भवेत् इति एकं. निश्चयत्वं भवेत् यदि सन्देहः अस्ति तर्हि किमपि सन्देहात्मकज्ञानं प्रतिबन्धकं न भवति इति कृत्वा निश्चयत्वमपि भवेत्. इदानीं तृतीयमस्ति समान आकारकत्वं. समान आकारकत्वं नाम समान आकारत्वम् इति किम् इति चेत् समानविषयत्वे सति समानविषयत्व अवच्छेदकत्वे सति भाव अभाव प्रकारता अवच्छेदकत्वम्. अस्तु, अत्र बहु किमपि अवगन्तव्यमस्ति. विशेष्यत्वम् इति अस्ति, विशेष्यत्वे सति समानविशेष्यत्वावच्छेदके चेतकत्वे सति. अस्तु, किं कुर्मः, एतदेव अवशिष्टमस्ति. तर्हि अग्रिमे वर्गे केवलं समान आकारकत्वं नाम किम् इति अवगच्छामश्चेत् सर्वम् अस्माभिः अवगतं. तदनन्तरं साक्षात् पुस्तकात् पठित्वा आम् अत्र चिन्तितम् अत्र चिन्तितम् इति अवगम्य झटिति अग्रे गन्तुं शक्यते. तर्हि गृहपाठः अस्ति, सर्वे इदानीं पञ्चदिनानि सन्ति इति कृत्वा कृपया बुद्धिपूर्वकं यथा प्रत्येकेन सह मया अस्मिन् वर्गे चिन्तितं तादृशं भवन्तः स्वेन सह चिन्तयन्तु. अत्र बाधः इत्युक्ते किं, साध्य अभावत्वं पक्षे इति एव बाधस्य लक्षणम् इति चेत् तस्य अर्थः कः इति एतादृशम् एकवारं चिन्तयन्तु. तदा सर्वाः सामग्र्यः लभ्यन्ते. झटिति हेत्वाभासप्रकरणम् अस्माभिः समापयितुं शक्यते. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च. धन्यवादः महोदय.